तर्हि अस्माकं पुस्तकम् अस्ति गीतसोपानं, तत्र द्वितीयभागः, अत्र अन्तिमः अध्यायः अस्ति, तत्र शानजन्तरूपाणि. अत्र किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छेम. अत्र कथं जानीमः रूपं, अत्र तत्र एकं सूत्रमस्ति खलु, आने मुक् नाम अङ्गम् अदन्तमस्ति चेत् मुगागमः भवति. तत्र शानच् इति अस्मिन् आन इति अवशिष्यते, तत्र आगमः कश्चन अस्ति मुक् आगमः, मकारः अवशिष्यते उकारककारयोः लोपः इति कृत्वा मान इति भवति. तर्हि कदा आन कदा मान इति किञ्चित् स्मारयति वा अत्र नरेश महोदय वदति वा? प्रथमपुरुष लट् लकार ते पूर्वं चेत् अकार ह्रस्वर अकार अस्ति, तदा मुगागमम् अस्ति. उदाहरणं सेवते, ते पूर्वं ह्रस्व अकार अस्ति, तदा मकार अस्ति सेवमान. बहु समीचीनम् अस्ति. अपि च तस्मात् पूर्वमेव मूलरूपं धातोः मूलरूपं, तत्र अङ्गम् अङ्गस्य मूलरूपं कथं भवति इति कथं जानीमः? अत्र सुब्रह्मण्यमहोदय तत्र स्मारयति वा? मूलरूपम् अत्र यदि उदाहरणं सेवते नयामः, अत्र सेवते सेवेते सेवन्ते अस्ति. सेवन्ते प्रथमपुरुष बहुवचन लट्लकाररूपमस्ति. अत्र अन्तिम नकारः तकारः एकारः निष्कासयामः, सेवा इति भवति. सेवायोगः शानच् प्रत्यये अत्र शकारः चकारः अपगच्छन्तः, अत्र आन इति अवशिष्यते, सेवायोगः आन. अनन्तरमत्र यदि मुगागमः भवति वा न इति विषये अत्र प्रथमपुरुष एकवचन लट्लकाररूपं नयामः. अत्र सेवते अस्ति, ते तस्मात् पूर्वं यः स्वरः अस्ति तत्तु ह्रस्व अकारः, अतः आने मुक् इत्यस्मात् अत्र मुगागमः भवति. सेवयोगः मकारः आन सेवमान इति रूपं. सेवमानः पुल्लिङ्गं भवति, सेवमाना स्त्रीलिङ्गं भवति, सेवमानं नपुंसकलिङ्गं भवति. अस्तु, सुन्दरं, बहु समीचीनमस्ति महोदय. इति विषयः अस्ति. एतद् अभ्यन्तरे अन्य कोऽपि आगतः वा? श्रीनिवासमहोदय, अन्य कोऽपि वा? अस्तु, तर्हि अस्माकं पुस्तके एकसप्तत्यधिकशततमे पुटे तत्र अभ्यासः तृतीयः, तत्र गृहपाठत्वेन अयं च अभ्यासः दत्तः आसीत्. तर्हि किञ्चित् पठेम अत्र. शिल्पभगिनी पठति वा? पठत अवगच्छत. एकसप्तत्यधिकशततमे पुटे सर्वे प्राप्तवन्तः. लक्ष्मीभगिनी तावता तत्र आरब्धुम् इच्छति वा? आं महोदय. पठत अवगच्छत शाणच् प्रत्ययान्तपदानि चित्वा लिखत च. प्रथममस्ति छिद्यते, कृष्णः खिद्यमानम् अर्जुनम् आश्वासयति इति अस्ति महोदय. समीचीनमस्ति. अत्र खिद्यते इति अस्मात् खिद्यमानं कथं भवति? खिद्यते आत्मनेपदीशब्दः. खिद्यन्ते बहुवचन प्रथमपुरुष लट्लकाररूपं. तत्र अन्ते नकारः तकारः निष्कासयामः चेत् खिद्य अवशिष्यते. अनन्तरं शाणच् प्रत्ययं शाणच्रूपं कथं निष्पन्नं भवति इति चिन्तयामि चेत् प्रथमपुरुष एकवचनलट्लकाररूपं खिद्यते. तत्र ते अक्षरात् प्राक् ह्रस्वाकारः अस्ति, तदर्थं शाणचन्तरूपं खिद्यमान भविष्यति. अत्र द्वितीयविभक्ति एकवचनं खिद्यमानम् अर्जुनं समाश्वासयति. अत्र अर्जुनं कर्मपदं, तदर्थं शाणच् प्रत्ययमपि कर्मपदम्. अर्जुनशब्दस्य विशेषणं खिद्यमानम् अर्जुनं कृष्णः समाश्वासयति. बहु समीचीनमस्ति. अत्र यथा शत्रप्रत्ययः यथा शत्रप्रत्ययान्तरूपाणि एवमेव शाणजन्तरूपाणि तेषां शाणजन्तानां प्रयोगः द्विविधः अस्ति. सर्वत्र तु विशेषणमस्ति एव, कुत्रचित् एकस्य पदस्य विशेषणमस्ति यथा अत्र, तस्य च यस्य विशेषणमस्ति तस्य क्रिया एका अस्ति, केवलम् एका क्रिया अस्ति. किन्तु तस्य भिन्नविभक्तिकत्वमस्ति. अत्र द्वितीया विभक्तौ अस्ति कृष्णः खिद्यमानम् अर्जुनं समाश्वासयति इति वाक्यमस्ति. एका क्रिया अस्ति अर्जुनशब्दस्य. इदानीं द्वितीयं पश्येम. तत्र नताशा भगिनी. भाषते अर्जुनः प्रज्ञावादान् भाषमाणः अतिष्ठत्. भाषते आत्मनेपदी धातु अस्ति. भाषते भाष्येते भाषन्ते. अर्जुनः प्रज्ञावादानभाषमानः नकार भाषमाणः नकारः णकारः भवति. कारण षकारः षकारः अस्ति, तथापि नकारः भवति. अपि च मुगागमः भवति यतोहि भाषते एकवचने. तत्र ते तस्मात् प्राक् अकारः लघु अस्ति. समीचीनमस्ति. भाषमाणः. अपि च अत्र प्रथमे वाक्ये कर्तृपदद्वयमासीत्, कृष्णः अर्जुनं. कर्तृपदं नाम तत्र अर्जुनमिति कर्मपदं, किन्तु अत्र पुरुषद्वयमिति इति वदामः. तत्र कृष्णः समाश्वासयति, अपि च अर्जुनः खिद्यते, तं समाश्वासयति. तर्हि अत्र कृष्णः खिद्यमानम् अर्जुनम् इति अस्ति. अत्र केवलम् एकः एव पुरुषः अस्ति, किन्तु तस्य क्रियाद्वयमस्ति इति द्वितीयप्रकारकः प्रयोगः. अर्जुनः प्रज्ञावादान् भाषमाणः अतिष्ठत्, सः भाषते अपि तिष्ठति अपि इति कृत्वा अत्र शानजन्तरूपस्य उचितः प्रयोगः. अस्तु, सम्यक् अस्ति. अग्रे गच्छेम तर्हि. शुभा भगिनी, अग्रे. नमस्ते महोदय, वीणा अस्मि. अस्तु भगिनी, स्वागतम्. म्रियते, युद्धे म्रियमाणः योद्धारः परमपदं प्राप्नुवन्ति. म्रियते पदे रूपमस्ति. म्रियन्ते निष्कासामायः क्षम्यतां, म्रियन्ते नकारः अपि निष्कासामायः म्रिय धातु तिष्ठति. प्रथमपुरुषे एकवचने म्रियते अते अस्ति, अते अस्ति, अतः मकारः आगच्छति. तर्हि म्रिय योग म्रिय म च आने आगच्छन्ति. तर्हि म्रियमाण भवति. म्रियमाण, अत्र रेफः अपि अस्ति, तस्मात् अणत्वम् अस्ति. म्रियमाणाः बहुवचने अस्ति. तर्हि योद्धारः द्वितीयविभक्ति योद्धा प्रातिपदिकमस्ति. योद्धृ महोदय, किं योद्धृ? योद्धृ ऋकारान्तशब्दः अस्ति, यथा कर्तृ ऋकारान्तशब्दः अस्ति. कर्ता, कर्तारो, कर्तारः. योद्धा, योद्धारो, योद्धारः. बहुवचने योद्धारः प्राप्नुवन्ति. किं स्पष्टं नास्ति वा? क्षम्यतां. युद्धे यः तत्र यः युद्धं करोति सः योद्धा अस्ति. बहवः योद्धारः सन्ति. युद्धारः म्रियमाणाः परमपदं प्राप्नुवन्ति इत्येव अस्ति. अस्तु, अग्रे गच्छेम तर्हि. सन्दीपमहोदय, कृपया. प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जमानाः भवन्ति. सज्जधातु, सज्जते, सज्जेते, सज्जन्ते. प्रथमपुरुष बहुवचनरूपम् अस्ति सज्जन्ते. तत्र मूलरूपं भवति सज्ज, एकवचने सज्जते. तत्र अकारः अस्ति अङ्गस्य अन्ते, मुगागमः भवति. सज्जमान इति प्रातिपदिकं, सज्जमानाः इति प्रथम प्रथमागच्छति पुल्लिङ्गरूपं बहुवचने प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जमानाः भवन्ति इति सज्जमानाः इति गुणसम्मूढाः पदस्य विशेषणमस्ति. हा समीचीनमस्ति. वाक्यस्य अर्थः गीता भगवद्गीतायाः वाक्यमस्ति प्रकृतेः गुणसम्मूढाः यत् गुणत्रयाः सन्ति तत्र रजस्तमो गुणाः तेषु एव सम्मूढाः मग्नाः संलग्नाः जनाः तेषु एव गुणकर्मसु सज्जमानाः प्रवर्तमानाः भवन्ति इति. हा हा सम्यक् अस्ति. समीचीनमस्ति. अत्र सप्तमी प्रायः तृतीयस्य तत्र गुणैः सम्मूढाः गुणैः भ्रमिताः गुणैः भ्रमिताः इति अर्थः अस्ति. अस्तु समीचीनमस्ति. अग्रे गच्छेम. मीना भगिनी अग्रे. समवतिष्ठते सर्वत्र समवतिष्ठमानम् ईश्वरं यः पश्यति सः परां गतिं याति. समवतिष्ठते समवतिष्ठेते समवतिष्ठन्ते इति बहुवचनरूपम् इन् इति निष्कास्य अन्ते इति निष्कास्य समवतिष्ठन् इति अस्ति समवतिष्ठ इति अस्ति समवत्तिष्ठते एकवचनरूपे ते इति इत्यस्य प्राक् अकारः अस्ति ह्रस्व अकारः अस्ति अतः शानच् प्रत्यययोजन योजने मुडा मुगागमः भवति अतः समवत्तिष्ठ आनम् इत्यस्य मकारः अस्ति समवत्तिष्ठमानम् इति भवति. हा अत्र का विभक्तिः अस्ति? प्रथम ईश्वरं द्वितीया विभक्ति एकवचनं ईश्वरम् इत्यस्य विशेषणमस्ति. अस्तु समीचीनमस्ति. अजय महोदय अग्रे. शेते शर शय्यायां शयनाय भीष्मपितामहाय अर्जुनः जलम् अददात् शेते शयाते शयन्ते शयते शयते शयन्ते न न न शेते शयाते शयते शेते शयाते शयते शयते ते निष्कासयाम लट्लकार प्रथमपुरुषबहुवचन शयते ते निष्कासयामः शय शय प्लस् सानच् रूपम् आना योजयामः मुगागमः अस्ति अथवा नास्ति इति योजयामः इति चिन्तनं कुर्मः सेते ते पूर्वात् ह्रस्वाकारः नास्ति अस्ति नास्ति चेत् मुगागमः न तिष्ठति शय शयना न आना शयाना इति शयन् शयाना प्रातिपदिकम् अस्ति शयाना अस्तु समीचीनम् शरसय्यायां शयानाय भीष्मपितामहाय भीष्मपितामहाय अस्ति चेत् शयनाय विशेषणरूपेण भवति. का विभक्तिः? चतुर्थी विभक्तिः. बहु समीचीनमस्ति एकवचने. अस्तु, बहु सम्यक् अस्ति. बहुवचनरूपं तत्र शेरते अस्ति प्रथमपुरुष. सम्यक् सम्यक् महोदय. शेति शयाति शेरते इति अस्ति. सत्यं सत्यं. तत्र कथं रूपम् अत्र किं मूलरूपं किं भवति? शेति वा रेति रते शीङ्गातु. परन्तु रूपं कथं सिद्ध्यति? न सिद्ध्यति कथम् अस्ति इति तत्र अदादिगणे अस्ति. द्रष्टुमिच्छति चेत् मम तत्र जालपुटे पश्यतु, सर्वं प्रदर्श्यते. इदानीम् अस्माकं विषयः नास्ति, किन्तु किन्तु तत्र दृष्ट्वा सर्वं स्पष्टं भविष्यति. शेते शयाति शेरते कथमस्ति इति. अन्य कोऽपि प्रश्नः आसीत् वा? आम्, पुनः बहुवचनं वदति वा? वदतु. शयते शब्दः शयते शयाते शेरते शेरते शेरते. तर्हि वसितः द्विवचने वसितः द्विवचने करोति चेत् न कदापि समस्या अस्ति. द्विवचने द्विवचने स्वीकर्तव्यमस्ति. तत्र न कोऽपि अपवादः अस्ति. अत्र किञ्चित् भिन्नमस्ति. सामान्यतया तत्र बहुवचने चिन्तनं सुलभमस्ति इति कृत्वा मया तथा उक्तम्. द्विवचने चिन्तयति वस्तुतः तत्र शास्त्रीयचिन्तनं भवति. द्विवचने द्विवचने करोति चेत् न कुत्रापि समस्या अस्ति. संस्कृतभारत्याः तत्र पद्धतिः भवति बहुवचने. बहुवचने अस्माकं चिन्तनं भवति. तत्र सौलभ्यमस्ति. आधिक्येन तत्र समस्या न भवति. अत्र अस्ति किन्तु सत्यं. शयाते इति करोति चेत् द्विवचने तत्र तथा अस्ति. शयाते आन अपि अस्ति तत्र आकारः. तत्र साम्यमस्ति द्विवचने करोति चेत्. प्रश्नः समीचीनः अस्ति. अग्रे गच्छेम तर्हि. अत्र सुनेति भगिनी अग्रे. निरीक्षते सेवां निरीक्षमानस्य पार्श्वस्य मनः शिथिलं जातम्. निरीक्षते निरीक्षते निरीक्षन्ते अन्ते निष्कासयामि. मूलरूपमस्ति. प्रथम निरीक्षते ते पूर्वम् अकारः अस्ति तर्हि गमः तिष्ठति. निरीक्षमाणः वाक्ये निरीक्षमाणस्य पार्श्वस्य विशेषणम् अस्ति. उत्तमम् उत्तमं. बहु समीचीनमस्ति भगिनि. अस्तु, अग्रे गच्छेम. सन्ध्या भगिनी अग्रे. दयते हे दयमानं वैनतेयं दृष्ट्वा सर्पाः भीताः. के इत्युक्ते सः या मनुष्यः न खे इति अत्र ख इति कश्चन शब्दः अस्ति. ख आकाशः इति अर्थः आकाशः. सप्तमी विभक्तौ खे. आकाशे. तर्हि दयते दयेते दयन्ते. अत्र ह्रस्व पा शब्दः अस्ति. तर्हि मा तिष्ठति दयमानः. परन्तु अत्र वैनतेयं तृतीयविभक्ति अस्ति. तर्हि दयमानम्. हा बहु समीचीनमस्ति. अस्तु अग्रे गच्छेम. तर्हि अग्रिमं सुब्रह्मण्यमहोदय तत्र. उपास्ते उपासमानैः योगिभिः परमात्मा दृष्टः. अत्र धातुः अस्ति आस् महोदय. उपसर्गः उपास्ते अस्ति. अत्र आस्ते आसाते आसते अस्ति. आसते अत्र आस नयामः. अनन्तरम् आन आस्ते अत्र ते निष्कासयामः प्रथमपुरुष एकवचनलट्लकाररूपे. सकारः अस्ति अन्ते. अतः अत्र मुगागमः न भवति. परन्तु अत्र अत्र दोषः अस्ति न वा इति मम तत्र द्रष्टव्यमस्ति. यतोहि वस्तुतः आस् धातुः एकमेव अस्ति संस्कृतभाषायां. यत्र अपवादः अस्ति विशिष्टसूत्रमस्ति. इडासः अस्ति इति सूत्रमस्ति. तत्र ईन इति आन इति स्थाने ईन अभवति. अपि च मुगागमः न भवति. अत्र उपासमानैः इति द्रष्टव्यं कथमस्ति, कथं जातमस्ति, तत्र दोषः अस्ति न वा इति द्रष्टव्यम्. मम शङ्का अस्ति अत्र. अत्र इदासः इति कृत्वा अत्र ई आगच्छति. गतवर्गे भवान् उक्तवान् अत्र आस्ते आसीनः इति भवति इति. उपासीनैः इति उपासीन इति भवति स्म. उपासीनैः योगिभिः परमात्मा दृष्टः. अत्र योगिभिः इति योगिन् इत्यस्य योगिभिः तृतीया विभक्ति बहुवचनमस्ति. उपासीनैः अपि तृतीया विभक्ति बहुवचनं. अत्र अग्रिमे पुटे अपि पश्यतु. तत्र आस्ते इति तत्र कोष्टके आसीनः अस्ति. आसीनः इति अस्ति खलु. आस्धातुः आसीनः. अत्र दोषः अस्ति इति मन्ये. उपासमाने द्रष्टव्यमस्ति. अस्तु अग्रे गच्छेम. तर्हि कः श्रीनिवासमहोदय अग्रे. युक्ते पदमस्ति. योगं जानः भगवन्तं ज्ञास्यति. युङ्क्ते लट्लकारस्य परमपुरुषः. युञ्जते युञ्जाते युञ्जयते महोदय. हा हा हा सत्यं. बहुवचने युञ्जते अस्ति. युक्ते निष्कास्य युञ्ज इति भवति. प्रथमपुरुषे युञ्जते अस्ति, ते पूर्वं ह्रस्वकारः न भवति कारणात् मुगागमः न भवति, न तिष्ठति. युञ्जामः इति यन्त्रपदं भवति. अत्र युञ्जानः कस्य विशेषणमस्ति? भगवन्तम्. एवं योगं युञ्जानः योगम् इत्यस्य विशेषणं विशेषणमस्ति नाम किं कस्य विशेषणं? युञ्जानः योग योगं योगं योगशब्दस्य अत्र का विभक्तिः? योगं द्वितीया विभक्तिः अस्ति. युञ्जानः युञ्जानः तृतीयचलं महोदय. किञ्चित् चिन्तयतु तत्र अस्माकं श्लोकः लक्ष्मीभगिनी वदतु. विशेषणविशेष्यभावः महोदय. श्लोकः यल्लिङ्गं यद्वचनं प्राचविभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि. तर्हि अत्र तथा नास्ति वा? लक्ष्मीभगिनी किं वदति भवती? योगं युञ्जानः योगं द्वितीयविभक्तिकर्मपदम्. समीचीनम्. अत्र युञ्जानः कस्य विशेषणं? भक्ताः. अत्र युञ्जानः भक्तः योगी. अत्र श्रीनिवासमहोदय तत्र विशेषं न उक्तम् अत्र अस्मिन् वाक्ये, तदर्थमेव पृष्टम्. योगं युञ्जानः भगवन्तं ज्ञास्यति, भगवन्तं पुनः कर्मपदम्. अस्मिन् वाक्ये कर्तृपदं किम्? नाम अत्र युञ्जानः एव कर्तृपदमस्ति. योगं युञ्जान नाम वाक्यमस्ति. युञ्जानः ज्ञास्यति इति वाक्यं. युञ्जानः ज्ञास्यति कं ज्ञास्यति? भगवन्तं ज्ञास्यति. अत्र युञ्जानः तत्र योगम् इति युञ्जानः इत्यस्य कर्मपदं. योगं युञ्जानः भगवन्तं ज्ञास्यति इति अस्ति. अस्तु, समीचीनमस्ति. एकादशं वाक्यं कः करोति? अत्र नरेशमहोदय अग्रे. यतते यतमानाः योगिनः तत्त्वं पश्यति. यतते यतेते यतन्ते बहुवचनम् अन्ते निष्कासयत यत तिष्ठति. यत शानचक्रत्यन्त आनः तिष्ठति. एकवचनं लट् लकार प्रथमपुरुष यतते, ते पूर्वं ह्रस्व अकार अस्ति, तर्हि मकार मुगागम अस्ति. तो यत मान बहुवचन अस्ति. यतमानाः यतमानः योगिनः तत्त्वं पश्यति. समीचीनमस्ति. अस्तु अग्रे सुनिधि भगिनी अग्रे. वेपते वेपमानः अर्जुनः कृष्णं प्रणमति. वेपते वेपेते वेपन्ते अन्ते निष्कासयामः. वेप मूलरूपमस्ति. वेपते प्रथमपुरुष एकवचन. ते पूर्वम् अकारः अस्ति तर्हि मुगागमः आगच्छति वेपमानः. वाक्ये अर्जुनः अर्जुनस्य विशेषण. हा सुन्दरं, बहु सम्यक् अस्ति उत्तरम्. उत्तमं भगिनी, बहु सुन्दरमस्ति. वेपमानः अर्जुनः नाम कम्पमानः, तादृश अर्थः अस्ति. कम्पते इति वेपते. कम्पमानः अर्जुनः, वेपमानः अर्जुनः. बहु समीचीनमस्ति. अग्रे तर्हि नताशा भगिनी अग्रे. देवार्थं कर्म कुर्वाणां शाश्वतं पदम् आप्नुवन्ति. कुरुते कुर्वाणः कुर्वाणः कुरुते बहुवचने किं भवति? पुनः नताशा भगिनी. अहं न वदामि महोदय. न वदति. न वदति किं गुप्तरूपेण अस्ति वा? गोपनीय महोदय, अहं चिन्त अहं न जानामि कुरुते. अस्तु, किन्तु अत्र शानजन्तरूपम् अस्ति खलु अस्माकं पुरतः, तस्य दर्शनेन भवती अनुमानं कर्तुं शक्नोति. आम्, सो कुर्वाणः प्रथम एकवचनं कुर्वाणः. न, अहं वदामि यदा शानजन्तरूपम् अस्ति कुर्वाण, तर्हि तिङन्तपदस्य कुरुते इत्यस्य बहुवचनान्तरूपं किं स्यात्? भवती जानाति कथं वयं निष्पादयामः, तत्र कथं निष्पद्यते. तर्हि तदाधारेण कुर्वाण इति दृष्ट्वा तस्य बहुवचनान्तरूपं किं स्यात् कुरुते इत्यस्य? यथा वेपते सुनिधि भगिनी उक्तवती खलु, वेपते वेपेते विपन्ते, कुरुते इत्यस्य किं स्यात्? कुर्वन्ति विपरीतक्रमेण चिन्तनीयं. यदा अस्माकं पुरतः कुर्वाणस्य शब्दः अस्ति एव, यथा लक्ष्मी भगिनी उक्तवती विपरीतक्रमेण चिन्तनीयमस्ति. कुर्वन्ति. हा, किन्तु अत्र यत्र यत्र एकवचने ते इत्यस्मात् पूर्वं, यदा एकवचने ते इत्यस्मात् पूर्वं लघु अकारः नास्ति, तदानीं बहुवचने लट्लकारे नकारः अपि नास्ति. तर्हि यथा यथा युङ्क्ते इति आसीत्, युङ्क्ते युञ्जाते युञ्जते युञ्जते, तत्र युञ्जन्ते इति नास्ति, किन्तु युञ्जन्ते इति युञ्जते. युञ्जे युङ्क्ते युञ्जाते युञ्जते आम् सो कुर्वाते कुर्वते हा सम्यक् अस्ति कुरुते कुर्वाते कुर्वते ओके स्पष्टमस्ति कथं चिन्तनमस्ति म्रियते तत्र म्रियते इति किं भवति म्रियते द्विवचने बहुवचने म्रियते म्रियाते न न न तत्र आतेति तदानीं यत्र म्रिय पश्यन्तु सर्वे यत्र म्रियते तत्र ते इति अस्मात् पूर्वं लघुकारः अस्ति तत्र म्रियते म्रियेते म्रियन्ते इति सर्वत्र सर्वत्र तादृशमस्ति किन्तु ते इति अस्मात् पूर्वं लघुकारः नास्ति चेत् तदानीम् आते अते इति भविष्यति सर्वत्र तर्हि नटासभगिनी वदतु तत्र चिनुते इति किमस्ति चिनुते पुनः वदतु चिनोते किन्तु उकारः अस्ति खलु उकारः अस्ति अकारः नास्ति यथा कुरुते महोदय कुरुते इत्यस्य रूपाणि कथम् आसीत् चिन्नाते कुरुते इत्यस्य कथम् आसीत् पुनः वदतु कुरुते इत्यस्य सो कुरुते कुर्वाते कुर्वते तर्हि चिनुते कुर्वाते चिनुवाते वकारः वदतु सम्यक्तया चिनुवाते चिन्नुवाते किन्तु नास्ति खलु चिन्वाते चिन्वाते आम् उकारः नास्ति चिन्वाते चिन्नेते चिनुते पुनः चिनुते चिन्वाते चिन्वते चिन्वते तर्हि तत्र शानचन्द्ररूपं किमस्ति चिन्वते तकारः निष्कासयामः चिन्वानः सत्यं सत्यं कुर्वाण चिन्वान इति तादृशं चिन्तनमस्ति सर्वत्र तथा अस्ति बहु समीचीनमस्ति अस्तु अग्रे कुर्वाणः और् रेफः अस्ति सो कुरुणामः पुनः रेफः अस्ति अतः किम् अतः नकारः णकारः लत्वं भवति तथापि कुर्वाणः भवति अत्र तथापि इति न वदामः द्विवारं भवति उक्तवती अद्य तथा च इति वदतु तथापि इति न तथा च वाक्यमस्ति देवार्थं कर्म कुर्वाणाः शाश्वतं पदम् आप्नुवन्ति देवार्थं विशेषणमस्ति वा कुर्वाणां बहु बहुवचनमस्ति कुर्वाणां शाश्वतं देवार्थं कर्म कर्मपदस्य कर्म कुर्वाणां अत्र कुर्वाणाः इत्येव अस्ति महोदय. अत्र कुर्वाणाः एव अत्र कर्तृपदं भवति. नाम विशेषं विभक्तौ बहुवचने विशेषम् अनुक्तमस्ति. तत्र विशेषम् अस्ति केचन पुरुषाः सन्ति ते तु के इति न तत्र वयं जानीमः खलु कुर्वः तत्र कर्मकुर्वाणाः कुर्वाणाः शाश्वतं पदम् आप्नुवन्ति भक्ताः एतादृशं किमपि अस्ति. अस्तु समीचीनमस्ति. अग्रे गच्छेम तर्हि. अस्तु सुब्रह्मण्यं अग्रे. अत्र एतानि वाक्यानि उच्चैः पठतं महोदय. प्रथममस्ति सैनिकः युध्यते सैनिकः जयति युध्यमानः सैनिकः जयति. अत्र युध्यमानः सैनिकः तस्य विशेषणमस्ति. युध्यते धातुः अस्ति युध् युध्यते इति प्रथमपुरुष एकवचन लट्लकाररूपं युध्यते युध्येते युध्यन्ते. अतः युध्य मुगागमः अपि भवति. अत्र प्रथमपुरुष एकवचन लट् रूपे अकारः अस्ति ते इत्यस्मात् पूर्वम् अतः मुगागमः युध्यमानः सैनिकः जयति. समीचीनम्. अस्तु इदानीम् अस्मिन् अभ्यासे अस्माकं चिन्तनं विशेषविशेषण भावरूपेण भवतु. इदानीं समीचीनं सम्यक्तया उक्तं भवता. इतः अग्रे इदानीं रूपं कथं निष्पन्नम् इति अनुक्त्वा केवलं विशेषणविशेषभावचिन्तनम् इति कुर्मः. अजय महोदय अग्रे द्वितीयं. बालकाः मोदन्ते बालकाः स्नान्ति बालकाः स्नान्ति मूलरूपवाक्यमस्ति. मोदन्ते मोदमानाः बालकाः. हा अत्र विशेषभावः अस्ति मोदमानाः बालकाः. अत्र अत्र मुख्यमस्ति मुख्यसिद्धान्तः कः. वाक्यद्वयमस्ति एकस्मिन् वाक्ये विशेषणत्वेन स्वीकृत्य शाणजन्तं रूपं उत्पाद्य अत्र एकमेव वाक्यं निर्मामः. तत्र मोदमानाः बालकाः स्नान्ति इति अनेन तत्र पृथक्तया वाक्यद्वयमासीत् इदानीम् एकं वाक्यं जातं. सम्यक् अस्ति. शिल्पभगिनी अग्रे. कन्या लज्जते कन्या जलं ददाति मूलवाक्यं कन्या लज्जं ददाति. लज्जते लज्जते लज्जेते लज्जन्ते न तु ए च निष्कासयामः लज्ज तिष्ठति. प्रथमपुरुषे एकवचने लट्लकारे लज्जते अथे अन्तिमभागः अस्ति. तर्हि एतत् सर्वम् इदानीं मास्तु केवलं अस्तु. तर्हि कन्या एकवचने प्रथमविभक्ति स्त्रीलिङ्गे अस्ति. तर्हि लज्जमाना कन्या लज्जं ददाति. हा ददाति. सम्यक्. नरेश महोदय अग्रे. भृत्यः भारं सहते भृत्यः चलति मूलरूपं वाक्यं भृत्यः चलति, भृत्यः चलति कीदृश भृत्यः चलति, तर्हि विशेषणम् अस्ति भृत्यः भारं सहते सहते शानचरूपम् अस्ति सहमानः, भारं सहमानः भृत्यः चलति. सुन्दरं सुन्दरम्. अस्तु सन्दीपमहोदय कृपया अग्रे. शतः मधुरं भाषते, शतः धनं हरति. तत्र मधुरं भाषमाणः शठः धनं हरति. अत्र भाषमाणः पदं शठ पदस्य विशेषणमस्ति. शठ मधुरं भाषते तथा च धनमपि हरति. तथा मधुरं भाषमाणः शठं शठः धनं हरति. अस्तु समीचीनमस्ति. अग्रे गच्छेम तर्हि श्रीनिवासमहोदय अग्रे. महोदय, जलयानं सागरे प्लवते, जलयानं सागरे निमज्जति. प्लवमानं जलयानं सागरे निमज्जति. मूलवाक्यमस्ति जलयानं सागरे निमज्जति. ईदृशं जलयानम् इति प्लवमानं जलयानं प्लवमानं विशेषणं महोदय. जलयानम् अत्र प्लवते स्म, अनन्तरं निमज्जति इति कृत्वा तदानीं प्लवति प्लवनकार्यं नास्ति खलु. प्लवमानम् इति आसीत् नाम जलस्य उपरि आसीत्, अनन्तरं तादृशं न नासीत् इति कृत्वा. अस्तु, किन्तु यत्किमपि भवतु नाम प्लवमानं जलयानं सागरे निमज्जति. अस्तु अग्रे सन्ध्या भगिनी अग्रे. दम्पति शिवं वन्देते, दम्पति पुष्पाणि अर्पयतः, शिवं वन्दमानौ दम्पती पुष्पमाणि अर्पयतः. पुष्पाणि पुष्पाणि क्षम्यताम्. अत्र अत्र दम्पती इत्यस्य वचनं किं? द्विवचनम्. द्विवचनमस्ति, सम्यक्. तर्हि दम्पति दम्पति इति जानाति खलु अर्थः, अर्थं जानाति? न. लक्ष्मी भगिनी तत्र वदतु कृपया. दम्पति दम्पति पति पत्नी द्वे. तदर्थं नित्यं द्विवचने भवति. पतिपत्नी जनद्वयं. सन्ध्या भगिनी अस्तु. आम् आम्. दम्पति यथा मुनिः मुनीमुनयः खलु, दम्पतिः दम्पती दम्पतयः. अस्तु सम्यक्. अन्तिमं तर्हि किं मीना भगिनी अग्रे. पुत्र्यौ मातरं सेवेते, पुत्र्यौ सन्तोषं प्राप्नुतः, मातरं सेवमाने पुत्र्यौ सन्तोषं प्राप्नुतः. पुत्र्यौ द्विवचनं, सेवमाने अपि द्विवचनं, प्रथमा विभक्ति. हा अस्तु, समीचीनमस्ति. अग्रे गच्छेम इदानीं. तादृशक्रियपदानि सन्ति येषाम् एकवचने ते इत्यस्मात् पूर्वं लघु अकारः नास्ति, केवलं स्मारणार्थं. तर्हि येषां सर्वेषां बहुवचनान्तरूपं दृष्ट्वा मूलरूपं पश्येम, अनन्तरं एकवचने अकारः नास्ति इति कृत्वा मुगागमः न भवति. तत्र अपवादत्वेन तत्र शेते इत्यस्य शेते शयाति शेरते इति वयं दृष्टवन्तः. तदर्थं द्विवचनान्तरूपं स्वीकर्तव्यमस्ति. वस्तुतः द्विवचनान्तरूपं सर्वत्र स्वीकर्तुं शक्नुमः, तत्र न कापि हानिः अस्ति, लाभः एव. तत्र द्विवचनान्तरूपं स्वीकुर्मः चेत् तत्र न कोऽपि दोषः भवति कुत्रापि. बहुवचने सामान्यतया भवति चेत् अपि समीचीनम्. अस्तु, तर्हि अत्र लक्ष्मीभगिनी वदतु कृपया. चिन्तनमस्ति अत्र तत्र बहुवचनान्तरूपं अथवा द्विवचनान्तरूपं उक्त्वा तत्र रूपं कथं भवति इति. कुत्र महोदय विशेषणरूपाणि पुंलिङ्गे स्त्रीलिङ्गे? सत्यम्, अधीते बहुवचने किमस्ति? अधीते बहुवचने अधीयान् अधीते. ओके, अधीते न जानामि महोदय. न, किन्तु किन्तु इदानीं भवती एव उक्तवती खलु विपरीतक्रमेण चिन्तयति चेत् अधीते अधीयानः. अत्र किमपि नास्ति, आन इति निष्कासयतु. अधीते भवति, अधीते न न न अधीयानः इति अस्ति, अस्मात् आन इति भागं निष्कासयतु. अधीये भवति वा? आन इति निष्कास्य किम् अवशिष्यते? अधीय. तर्हि बहुवचनान्तरूपं किं स्यात्? अधीयते. हा इति अस्ति, और् क्या, बहु समीचीनमस्ति. अधीयते अधीयते इति अस्ति, अधीयानः अधीयाना अधीयानम्. अत्र यद्यपि यद्यपि तादृशं रूपमासीत्, नाम असामान्यरूपमासीत् अधीते, एकवारं यदा शानच् सर्वदा नाम यत्किमपि भवतु नाम, किन्तु शानजन्तरूपं तत्र अकारान्तम् एव देवशब्दवत्, अतः तदानीं सुलभमस्ति. अधीयानः अधीयानातियानम् इति किमपि नास्ति अत्र. अस्तु, तर्हि अग्रे सञ्जीवमहोदय कृपया, श्वेते भवतः एव. श्वेते श्वेते शयाते शेरते रूपाणि प्रथमपुरुषे सन्ति. पुल्लिङ्गे शयानः, स्त्रीलिङ्गे शयाना, नपुंसकलिङ्गे शयानम् इति विशेषरूपाणि भवन्ति. द्विवचने तत्र किमस्ति? शेते शयाते शयाते तत्र ते तेन कश्चित् शया इति दृश्यते. तत्र शय आन इति प्रत्ययः भवति, शयानः इति रूपं भवति. सम्यक्, अग्रे अजय महोदय अग्रे. विक्रीणीते विक्रीणीते बहुवचनरूपमपि विक्रीणीते एवं वा? पुंलिङ्गे विक्रीणान न न न तथा नास्ति सम्यक् अत्र शानजन्तरूपं किमस्ति न विक्रीणाते बहुवचनरूपम् अस्ति शानजन्त विक्रीणीते विपरीत चिन्तनं बहुवचने विक्रीणानः आनः विक्रीणा विक्रीणते हा सम्यक् विक्रीणते विक्रीणीते विक्रीणाते विक्रीणते इत्यस्ति विक्रीणीते विक्रीणाते विक्रीणते आम् पुंलिङ्गे विक्रीणानः स्त्रीलिङ्गे विक्रीणाना नपुंसकलिङ्गे विक्रीणानं सम्यक् अस्तु अग्रे सुनिधि भगिनि अग्रे भगिनी अस्ति सुनिधि हा सुनिधि भगिनि अग्रे आम् मत् अस्ति कुरुते कुरुते कुर्वते कुर्वते बहुवचन हरि ओम् अस्ति अस्मि अस्मि अत्र कुर्वते बहुवचन रूपम् अस्ति ते निष्कासयामि रूपमस्ति प्रथमपुरुष एकवचने कुरुते अस्ति अकारः नास्ति तर्हि मुगागमः न तिष्ठति कुर्वाणः अस्ति त्रिषु लिङ्गेषु कुर्वाणः कुर्वाण कुर्वाणं सम्यक् शिल्पा भगिनि जानीते जानीते जानीते जानाते जानन्ते न पुनः वदतु जानीते बहुवचन तत्र अहं न जानामि जानाति एव नाटकमात् करोतु अत्र अत्र शानजन्तरूपं किम् अस्ति शानजन्तरूपं जानान आन इति निष्कासयतु जान जान जानन्ते न नकारः कदा भवति कदा न भवति एकवचने ते इत्यस्य शृणोतु मया उक्तम् अहम् उक्तवान् अस्मिन्नेव वर्गे अद्य तत्र ते इत्यस्मात् पूर्वं लघु अकारः अस्ति चेत् बहुवचनान्तरूपे नकारः भवति लट्लकारे वदामि इदानीं ते इत्यस्मात् पूर्वं लघु अकारः नास्ति चेत् बहुवचने अकारः नास्ति किन्तु लट्लकारे. तर्हि प्रश्नं न पृच्छामि. लट्लकारस्य बहुवचनान्तरूपं किम्? अहं न जानामि. जानीमन्ते सुब्रह्मण्यं महोदय, तत्र किञ्चित् सहायं करोति वा? महोदय, अत्र लट्लकारबहुवचनरूपमस्ति. प्रथमपुरुषबहुवचनरूपं जानते अस्ति. अत्र कथं जानीमः इत्युक्ते, प्रथमपुरुष एकवचनलट्लकाररूपे जानीते अस्ति. अत्र ते, तस्मात् पूर्वम् ईकारः अस्ति, ह्रस्वकारः नास्ति. तदर्थमत्र बहुवचनरूपे नकारः न भवति. प्रथमपुरुषबहुवचनलट्लकारे नकारः न भवति. अत्र जानते इति बहुवचनरूपम्. हा, नाम जानान इति दृष्ट्वा विपरीतक्रमेण चिन्तयामः चेत् तादृशं रूपं वयं, शिपभगिनी पश्यतु, वयम् अनुमानं कर्तुं शक्नुमः यत् बहुवचने रूपं किं स्यात्. इदानीम् एतावता सर्वे कृतवन्तः तथा. जानानः आन इति निष्कासयामः, तत्र जान, तत्र ते इति योजयामः. जानते, शिपभगिनी अवगच्छति वा? अधुना अवगच्छामि. जानते, तत्र नकारः नास्ति, यतो हि जानीते एकवचने ते इत्यस्मात् पूर्वम् अकारः नास्ति. यदि भविष्यत्, यदि स्यात्, तर्हि नकारः आगच्छेत्. अत्र नास्ति, अतः न भवति. जानते, तस्मात् जानानः. जानीते, जानाते, जानते, जानानः. अस्तु, त्रिषु लिङ्गेषु किं भवति शाहजन्तम्? समीचीनम्, उत्तमम्. अग्रे निताचा भगिनी, अग्रे. ब्रूते, ब्रुवाणः, आनः निष्कासयामः, ब्रूव, ब्रू, ब्रुवाते, ब्रूवते. हा हा, सम्यक्. नाम आहत्य एकवचने, द्विवचने, बहुवचने किमस्ति? ब्रूते, ब्रूते, ब्रुवाते, ब्रूवते. हा, बहु समीचीनं, सुन्दरं, सुन्दरं. शनजन्तरं त्रिषु लिङ्गेषु? पुल्लिङ्गे ब्रुवाणः, स्त्रीलिङ्गे ब्रुवाणा, नपुंसकलिङ्गे ब्रुवाणम्. बहु सुन्दरमस्ति. अस्तु, मीना भगिनी, अग्रे. भुङ्क्ते, भुङ्क्ते, भुञ्जाते, भुञ्जते. सत्यं, भुञ्जते, भुञ्जते, भुञ्जानः इति. भुङ्क्ते इत्यस्य इक् अस्ति, अतः भुञ्जानः इति रूपं. भुञ्जानः, स्त्रीलिङ्गे भुञ्जाना, नपुंसकलिङ्गे भुञ्जानम्. सुन्दरं, बहु समीचीनमस्ति. अग्रे नरेशमहोदय, अग्रे. मनुते, मनुते, मन्, मन्वाते, मन्वते. शानच रूपं मन्वानः, मन्वानः, मन्वाना, मन्वानम्. हा, बहु समीचीनमस्ति. श्रीनिवासमहोदय, अग्रे. आं महोदय, आस्ते, आस्ते, आसीते, आसीते, महोदय. आस्ते, आसाते, आसते. आस्ते आसाते आसते आसीनः आसीना आसीनम् यतोहि अत्र ईदासः इति सूत्रमस्ति तदर्थं तत्र आस इति स्थाने ईन इति भवति आसीन तत्र एक एव अपवादः अस्ति अस्माकं शानजन्तरूपेण एक एव अपवादः अस्ति अस्तु सुब्रह्मण्यमहोदय कृपया प्रयुङ्क्ते प्रायोगः युज् अत्र धातुः प्रा उपसर्गः अस्ति धातुः युज् युङ्क्ते युञ्जाते युञ्जते अतः प्रयुङ्क्ते प्रयुञ्जाते प्रयुञ्जते अत्र प्रयुञ्जयोगः आनः मकारः न भवति किमर्थं चेत् अत्र प्रथमपुरुष एकवचन लट्लकाररूपे ते तस्मात् पूर्वं ककारः अस्ति अतः प्रयुञ्जान इति भवति पुल्लिङ्गे प्रयुञ्जानः स्त्रीलिङ्गे प्रयुञ्जाना नपुंसकलिङ्गे प्रयुञ्जान उत्तमम् अस्तु अग्रे अत्र सन्दीपमहोदय अग्रे पश्यति वा यथो लिखितानि वाक्यानि यथोदाहरणानुगुणं परिवर्तयत उदाहरणं ज्वरः वर्धते भवान् ज्वरं निवारयतु तत्र आहत्य भवति भवान् वर्धमानं ज्वरं निवारयतु द्वितीयं वाक्यम् अर्जुनः खिद्यते कृष्णः अर्जुनस्य सारथिः अस्ति अत्र आहत्य अर्जुनः सारि कृष्णः खिद्यमानस्य अर्जुनस्य सारथिः अस्ति हा बहु समीचीनमस्ति सम्यक् सम्यक् निवारयतु इति अर्थः निवारयतु इति ज्वरं निवारयतु अपहरणं करोतु हा दूरीकरोतु तादृशार्थः दूरीकरोतु अस्तु अग्रे गच्छेम तर्हि तृतीयवाक्यं लक्ष्मीभगिनी वाणिजः शाकं विक्रीणीते वाणिजः संस्कृतेन वदति शाकं विक्रीणानाः वाणिजः संस्कृतेन वदति पुनः वाक्यं कृपया शाकं विक्रीणानः वाणिजः संस्कृतेन वदति सम्यक् सम्यक् विक्रीणानः एकवचने सम्यक् अजय महोदय अग्रे नक्षत्रे प्रकाशेते वैज्ञानिकाः अवलोकन्ते प्रकाशमानाः वैज्ञानिकाः प्रकाशमानाः नक्षत्रे अवलोकन्ते प्रकाशमानशब्दः तत्र कस्य विशेषणं प्रकाशमानः वैज्ञानिकाः विशेषणमस्ति एवं वा किञ्चित् चिन्तयतु अत्र अर्थं दृष्ट्वा वाक्यद्वयं पठित्वा तत्र अर्थम् अवगच्छतु प्रथमवाक्यस्य अर्थः कः नक्षत्र नक्षत्रे प्रकाशन्ते प्रकाशेते अत्र वचनं किम् वचनम् एकवचनम् एकवचनं प्रकाशेति इति एकवचनमस्ति क्षम्यतां बहुवचनं नक्षत्रे बहुवचनं प्रकाशे प्रकाशमानः नक्षत्रस्य विशेषणरूपम् अस्ति तर्हि तर्हि किं स्यात् प्रकाशमानाः नक्षत्रे वैज्ञानिकाः अवलोकन्ते विशेषणविशेषभावः अस्ति खलु आं क्षम्यतां नक्षत्रे किम् अत्र प्रकाश इति त्यजतु प्रकाशमान इति शब्दं त्यजतु अत्र त्यक्त्वा वाक्यं कीदृशं भवति वैज्ञानिकाः नक्षत्रे अवलोकन्ते वैज्ञानिकाः अत्र नक्षत्रे इत्यस्य का विभक्तिः सप्तमी विभक्तिः सप्तमी विभक्तिः भवती भवान् किम् उक्तवान् अत्र नक्षत्रे प्रकाशेते इत्यस्य वचनं किं बहुवचनम् अत्र अवलोकन्ते इति तत्र सप्तमी नाम पश्यति इति अर्थः खलु पश्यन्ति वैज्ञानिकाः पश्यन्ति नाम अहं पुस्तकं पश्यामि तत्र पुस्तकम् इत्यस्य का विभक्तिः द्वितीया विभक्तिः तर्हि तर्हि नक्षत्रे अपि द्वितीया विभक्तिः बहुवचनं किं वचनं वचनं बहुवचनं बहुवचनं तत्र तत्र अस्य लिङ्गं किं लिङ्गं नपुंसकलिङ्गं तर्हि फलं द्विवचने बहुवचने द्विवचनं फलं फले फलानि अस्ति खलु नक्षत्रे इति बहुवचने कथम् अस्ति सम्यक् इदानीं वदतु वैज्ञानिकाः नक्षत्रे अवलोकन्ते वैज्ञानिकाः प्रकाशमाने नक्षत्रे अवलोकन्ते इदानीं सुन्दरं सम्यक् सम्यक् पञ्चमं वाक्यं अस्तु सुनिधि भगिनि वदति वा आम् सुवर्णकारः सुवर्णं परीक्षते सुवर्णकारात् आभरणं स्वीकरोति तु स्वीकरोतु मूलवाक्यम् अस्ति सुवर्णकारात् आभरणं स्वीकरोतु. सत्यं इदानीं कीदृशात् सुवर्णकारात् आभरणं स्वीकरोतु इति. इदानीं सुवर्णकारः कीदृशः? सुवर्णं परीक्षते. इदानीं परीक्षते इति परस्मैपदे आत्मनिपदे आत्मनिपदिरूपम् अस्ति इति कृत्वा शानच् इति प्रयोक्तुं शक्नुमः. परीक्षते परीक्षते परीक्षन्ते परीक्षमानः परीक्षमानः सो तु अतः सुवर्णं परीक्षमानं सुवर्णकारात् आभरणं स्वीकरोतु. उत्तमम् उत्तमम्. इदानीं विशेषणविशेषभावः स्वी सुवर्णकारात् इत्यस्य विशेषणं परीक्षमाण. इदानीं सुवर्णकारात् इत्यस्य का विभक्तिः? पञ्चमीविभक्तिः. अतः तस्य विशेषणमपि तथा स्यात्. सुवर्णं परीक्षमाणात् सुवर्णकारात् आभरणं स्वीकरोतु. वा बहु सम्यक् अस्ति. सुवर्णं परीक्षमाणात् अत्र अणत्वमस्ति. मूलषकारः परीक्षमाणात् सुवर्णकारात् आभरणं स्वीकरोतु. सम्यक्. सन्ध्याभगिनी अग्रे. सन्ध्याभगिनी एकवारं पुनः पञ्चमवाक्यं वदतु. सुनिधि भगिनी वदतु. सुनिधि भगिनी गतवती वा? न अस्मि अत्र. किं वदामि? पुनः वाक्यं सा तु श्रोतुमिच्छति सा. ओ आम् सुवर्णं परीक्षमाणात् सुवर्णकारात् आभरणं स्वीकरोतु. इति अस्ति. सन्ध्या भगिनी अग्रे. तेन भुङ्क्त जनाः तं दण्डयन्ति. जनाः उत्तमानं स्थेनं दण्डयन्ति. चिन्तनं बहु समीचीनमस्ति. इदानीं भुङ्क्ते इत्यस्य बहुवचनान्तरूपं किम्? शानजन्तरूपं किम्? भुञ्जानः. अस्तु. भुञ्जानम् जनाः भुञ्जानं स्तेनं दण्डयन्ति. सुन्दरं. बहु समीचीनमस्ति. मीना भगिनी अग्रे. धनु स्रंसते तस्य नाम गाण्डीवम्. स्रंसमानः धनुः षष्टिविभक्ति. लिङ्गं किं? धनुः पुल्लिङ्गमस्ति. धनुः धनुष् इति पुल्लिङ्गशब्दः प्रायः न स्यात् खलु? न, पुल्लिङ्गशब्दः नास्ति. नपुंसकलिङ्गमेव. धनुः धनुषि धनुंषि इति अस्ति खलु. षष्टिविभक्ति धनु धनुः एव षष्टिविभक्ति न मुजनषकारान्तपदमस्ति खलु मनस् इति मनस् इति षष्टिविभक्तौ किं भवति किं भवति मनस् मनस् मनस्य इति भवति एवं वा नूतनसमाचारः मनसि सकारान्तपदमस्ति खलु नपुंसकलिङ्गशब्दः मनसः धनुषः स्रंसमानस्य धनुषः नाम गाण्डीवम् समीचीनं समीचीनं सुब्रह्मण्यं तत्र अग्रिम अन्तिमं मुनयः पर्युपासते तेभ्यः देवः वरं यच्छति अत्र मुनिभ्यः देवः वरं यच्छति पर्युपासेभ्यः मुनिभ्यः देवः वरं यच्छति सम्यक् सम्यक् महोदय अत्र अत्र प्रायः नवमवाक्यमस्ति खलु तृतीय अभ्यासे प्रायः अत्र उपास्ते न परन्तु उपासते हा इति अहमपि चिन्तयामि स्म यत् धातुः अन्यधातुः स्यात् उपासते तत्र धातुः किन्तु उपासते पर्युपासते पर्युपासते द्रष्टव्यमस्ति धातुः कः इति हा तथा अस्ति चेत् नाम भिन्नधातुः अस्ति चेदेव तथा भवितुमर्हति स्म उपासते किन्तु अत्र उपास्ते इति लिखितमस्ति तत्र तत्रापि दोषः अस्ति तर्हि दोषः तु अस्ति एव कथञ्चित् उपास्ते कथमासीत् उपासते सत्यम् उपासते इति चिन्तयामि उपासते उपासते तदानीं हा तत्रैव दोषः आसीत् सत्यं सत्यम् उपासते उपास्ते इति न नवमे वाक्ये अस्तु तत् चिन्तनं बहु सम्यक् जातमस्ति अग्रिमे सप्ताहे किम् अग्रिमे सप्ताहे प्रायः न पश्यामः यतो हि कथा अपि अस्ति अग्रिमे सप्ताहे न समापयामः चेत् तदनन्तरं यः वर्गः भवति तत्र नाम पुस्तकं समाप्यमानमस्ति अस्तु बहु सम्यक् अस्ति सर्वेषां धन्यवादः नमस्कारः धन्यवादः नमस्कारः